गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अभावनिरूपणे स्मः तत्र अनादिः सान्तः प्रागभावः उत्पत्तेः पूर्वं कार्यस्य कार्यस्य उत्पत्तेः पूर्वं प्रागभावः अनादित्वेन वर्तते किन्तु यदा कार्यस्य उत्पत्तिः जायते तदा प्रागभावः शान्तः भवति सादिः अनन्तः प्रध्वंसः उत्पत्ति अनन्तरं कार्यस्य उत्पत्ति अनन्तरं कार्यस्य उत्पत्तेः अनन्तरं प्रध्वंसः जातुम् अर्हति कार्यस्य अनन्तरम् अव्यवधानेन जायते इति नास्ति यावत्कालं कार्यं तिष्ठति तावत्पर्यन्तं प्रध्वंसः न उत्पद्यते किन्तु केनापि कारणेन इत्युक्ते समवायीकारणनाशेन वा असमवायीकारणनाशेन वा अथवा निमित्तकारणनाशेन वा तत्र पदार्थस्य प्रध्वंसः जायते इति कृत्वा प्रध्वंसः शान्तः किन्तु यदा जायते तदनन्तरं तस्य नाशः पुनः न भवति इति कृत्वा अनन्तः इति उक्तम् तदनन्तरं त्रैकालिकसंसर्ग अवच्छिन्नप्रतियोगिता कः अत्यन्ताभावः इति उक्तं तत्रैव स्मः अस्तु तत्र त्रैकालिकः इति विशेषः अस्ति त्रैकालिकः इत्युक्ते अत्र सापेक्षिक अत्र त्रैकालिक इति पदस्य अर्थः नित्यत्वम् इति यद्यपि उक्तं त्रैकालिकः नित्यः पदद्वयमपि पर्यायौ इति यद्यपि उक्तं तत्र आकाशः यथा नित्यः तद्वत् अत्यन्ताभावः नित्यः इति नास्ति तर्हि किम् इति चेत् यावत्पर्यन्तं प्रतियोगी वर्तते प्रतियोगिनः कालं यावदस्ति कालः यावदस्ति तावत्पर्यन्तम् अत्यन्त अभावः वर्तते एव इति त्रैकालिक इति पदस्य अर्थः इति अवगन्तव्यम् तदनन्तरं संसर्ग अवच्छिन्नप्रतियोगिता कः इति उक्तं तर्हि तत्र कः इति प्रत्ययस्य कः अर्थः इति प्रश्नः आगतः तस्य उत्तरं लब्धं वस्तुतः अत्र शेषाद्विभाषा इति कश्चन सूत्रमस्ति शेषाद्विभाषा इति बहुव्रीहिसमासान्तप्रत्ययविधायकसूत्रमस्ति शब्दगुणकम् आकाशम् इति आकाशस्य लक्षणम् अस्माभिः अधीतं तत्र शब्दगुणकम् आकाशम् इति अस्ति तत्र शब्दगुणकम् आकाशम् इत्यस्य शब्दगुणकम् इति पदस्य समस्तपदस्य विग्रहः कथं वक्तव्यः इति चेत् शब्दः गुणः यस्य इति बहुव्रीहिः शब्दगः गुणः यस्य पीतम् अम्बरं यस्य सः पीताम्बरः इति यथा भवति तद्वत् शब्दः गुणः यस्य तत्र शब्दगुणः इति न वक्तुं शक्यते पश्यन्तु पीतम् अम्बरं यस्य सः अत्र पीतशब्देन पीतरूपमुक्तम् अम्बरशब्देन पटः उक्तः तर्हि अत्र पीतम् अम्बरं यस्य इति अन्यपदार्थः पीताम्बरः कृष्णः तत्र पीताम्बरः इति समस्तपदस्य अन्ते समस्तपदान्तप्रत्ययं किमपि न विहितम् अम्बरः इति किमर्थमत्र पुल्लिङ्गः इति चेत् अन्यपदार्थः पुल्लिङ्गः कृष्णः इति कृत्वा यद्यपि अम्बरम् इति पदं स्वयं नपुंसकलिङ्गमस्ति तथापि तत्र अन्यपदार्थस्य यद् लिङ्गमस्ति तदेव लिङ्गं समस्तपदस्यापि भवति इति नियमेन पीताम्बरः इति भवति. एवम् अत्र शब्दः गुणः यस्य सः इति शब्दगुणः इति वदामश्चेत् तत्र शब्दश्च अयं गुणश्च शब्दगुणः इति अपि अवबोधः भवितुमर्हति. कर्मधारेः अपि अत्र स्वीकर्तुं शक्यते. तर्हि तत्र स्पष्टता प्राप्येत इति कृत्वा कप् इति प्रत्ययः विधीयते शेषात् विभाषा इति सूत्रेण. सूत्रसङ्ख्याम् इदानीं वदामि. शेषाद् विभाषा इति 54154 इति सूत्रसङ्ख्या तत्र स्थापयन्तु. सूत्रं वदति यत् यस्माद् बहुव्रीहेः समासान्तः न विहितः सः शेषः इति. तत्र अत्र शेषाद् विभाषा इत्यत्र शेषा इति पञ्चमी, तस्मात् कप् इति प्रत्ययः विधीयते. तत्र शेषशब्देन किम् अवगन्तव्यम् इति चेत् यस्मात् बहुव्रीहेः समासान्तः न विहितः सः शेषः तस्मात् विभाषा विकल्पेन कप्रत्ययः भवति. बह्व्यः खट्वाः अस्मिन् इति बहु खट्वकः. बह्व्यः मालाः अस्मिन् इति बहु मालकः इति भवति. शब्दः गुणः यस्य सः सः शब्दगुणकः इति भवति. अस्तु, तर्हि एवम् अत्र संसर्ग अवच्छिन्न प्रतियोगिता कः इति उक्तं. तत्र त्रैकालिक इति अन्यद्विशेषणमस्ति, तदिदानीं त्यजेम. संसर्ग अवच्छिन्न प्रतियोगिता कः? तर्हि यथा शब्दगुणकम् इत्यत्र शब्दः गुणः यस्य सः इति उक्तं विग्रहः, एवम् अत्र कः विग्रहः वक्तव्यः इति चेत् संसर्ग अवच्छिन्ना प्रतियोगिता यस्य सः अथवा यस्मिन् सः इति भवति. संसर्ग अवच्छिन्ना प्रतियोगिता यस्मिन् सः संसर्ग अवच्छिन्ना प्रतियोगिता कः इति भवति. वस्तुतः प्रतियोगिता कुत्र भवति इति चेत् द्रव्ये भवति, घटे भवति. घट अभावस्य प्रतियोगिता घटे भवति. तर्हि संसर्ग अवच्छिन्ना प्रतियोगिता यस्मिन् इति चेत् भावपदार्थे भवति. तर्हि अत्र इतोपि किञ्चित् अवगमनम् आवश्यकमस्ति. अभावस्य अभावः इति स्वीकुर्मः. इदानीं घटाभावाभावः, घटाभावाभावः इत्यत्र घट अभावः प्रतियोगी भवति. घटाभावाभावस्य प्रतियोगी घटः, क्षम्यतां घट अभावः, यस्य अभावः सः प्रतियोगी. तर्हि तादृशं स्वीकर्तव्यम् अत्र. संसर्ग अवच्छिन्न प्रतियोगितातः अत्र प्रतियोगिता किमपेक्षया इति चेत् घट अभावप्रतियोगिता घट अभावाभावे वर्तते. न, घट अभावाभावप्रतियोगिता घट अभावे वर्तते इति कृत्वा संसर्गावच्छिन्न प्रतियोगिता कः इति भवति वाक्यम्. अत्र पूर्वं यद्मया उक्तं मतुप्रत्ययः इव भासते इति, तदपि सत्यमेव. मतुप्रत्ययस्य अर्थः अपि कप्रत्ययस्य वक्तुं शक्यते, किन्तु तत्र बहुव्रीहिः न वक्तव्यं, किन्तु कर्मधारयः वक्तव्यः अस्ति. यथा शब्दगुणकम् आकाशम् इत्यत्र शब्दः गुणः यस्य सः सः शब्दगुणकः इति बहुव्रीहिः समासान्तं प्रयुक्तं, किन्तु शब्दश्च अयं गुणश्च शब्दगुणः तद्वान् शब्दगुणवान् किम् आकाशः इति यथा वक्तुं शक्यते. एवं संसर्ग अवच्छिन्नः च प्रतियोगिता च संसर्गावच्छिन्नप्रतियोगिता तद्वान् संसर्गावच्छिन्नप्रतियोगितावान् कः अभावः इति तत्र भिन्नरीत्या किन्तु तत्र कप्रत्ययः न भवति कप्रत्ययः कदा भवति इति चेत् बहुव्रीहौ एव कप्रत्ययः भवति किन्तु कप्रत्ययस्य अर्थः कः इति अवबोद्धुं बहुव्रीहि विग्रहवाक्यम् उक्त्वा संसर्गावच्छिन्ना प्रतियोगिता यस्मिन् सः अभावः सः एव अत्यन्त अभावः इति संसर्गावच्छिन्नप्रतियोगिता यस्मिन् सः तर्हि अत्र प्रतियोगिता इति चेत् कस्य इति चेत् अभावाभावस्य प्रतियोगिता इति वक्तव्यं यदि तन्न इष्टम् इत्युक्ते प्रतियोगिता सर्वदा भावपदार्थे एव भवेत् अभावपदार्थे प्रतियोगिता न वक्तव्यम् इति इच्छति चेत् तत्र संसर्गावच्छिन्नप्रतियोगिता निरूपित अनियोगिता आश्रयः अभावः इति वक्तव्यं संसर्गावच्छिन्नप्रतियोगिता निरूपित अनियोगिता आश्रयः अभावः संसर्गावच्छिन्नप्रतियोगिता निरूपित अनियोगिता आश्रयत्वं यस्मिन् सः संसर्गप्रतियोगिता कः इति भवति अस्तु तर्हि संसर्ग अवच्छिन्नप्रतियोगिता कः इति पदस्य अर्थः अवगतः तदनन्तरं त्रैकालिक इति अपि अस्ति त्रैकालिकसंसर्ग अवच्छिन्नप्रतियोगिता कः अत्यन्त अभावः इति अस्ति तर्हि तत्र त्रैकालिक इत्यनेन सामान्यनित्यत्वं न स्वीकर्तव्यं किन्तु आपेक्षिकनित्यत्वं यावत्पर्यन्तं घटः जीवति अथवा अस्ति तावत्पर्यन्तं घट अत्यन्त अभावः भूतले अथवा यत्र कुत्रापि वर्तते एव अनियोगिनी वर्तते इति आगतं तत्र इतोपि एकः प्रश्नः आसीत् अत्र संसर्गाभावः इति विशेष्यदलं तस्य संसर्गेण अभावः इति विग्रहः तस्मिन् विषये अपि मया चिन्तितं संसर्गेण अभावः इत्युक्ते किम् अत्र तृतीया कस्मिन् अर्थे इति चेत् घटः संयोगसम्बन्धेन भूतले वर्तते तत्र सम्बन्धेन इति पदं प्रयुक्तमस्ति खलु संसर्गेण अथवा संयोगेन घटः संयोगेन घटः भूतले वर्तते तत्र तृतीया कस्मिन्नर्थे करणार्थे नास्ति हेत्वर्थे भवितुम् अर्हति इति भाति संसर्गेन सम्बन्धेन घटः संयोगेन संयोगेन घटः वर्तते तत्र सहार्थे अपि भवितुम् अर्हति इति भाति किमर्थमिति चेत् संयोगः इति भिन्नः सम्बन्धः अस्ति खलु तर्हि यथा लक्ष्मणेन रामः वने अस्ति इति वदेम तद्वत् संयोगेन घटः भूतले अस्ति इति सहार्थे तृतीया अपि वक्तुं शक्यते इति भाति अथवा सम्बन्धः हेतुः अस्ति तर्हि तत्र हेतुभूत इति भवितुमर्हति अथवा अत्र प्रकृत्यादिभ्यः उपसंख्यानम् इति वार्तिकमस्ति सुखेन वसति इत्यत्र प्रकृत्यादिभ्यः उपसंख्यानम् प्रकृत्यादिभ्यः उपसंख्यानम् इत्यत्र कर्तृकरणयोः तृतीया इति सूत्रमस्ति 2318 तत्र कर्तृकरणयोस्तृतीया कर्तरि च कारके तृतीया विभक्तिः भवति देवदत्तेन कृतम् इत्यत्र कर्तृर्थे यज्ञदत्तेन कृतं करणे दात्रेण ऋणाति इत्यत्र दात्रम् इति अथवा दात्रः इति करणं परशुना छिनत्ति तत्र तृतीयाविधाने प्रकृत्यादीनाम् उपसङ्ख्यानम् प्रकृत्या अभिरूपः, प्रकृत्या दर्शनीयः, प्रायेण याज्ञकः, प्रायेण वैयाकरणः, गार्ग्या अस्मिगोत्रेण, समेन धावति, विषमेन धावति, द्विद्रोणेन धान्यं क्रीणाति, पञ्चकेन पशून् क्रीणाति, सहस्रेण अश्वान् क्रीणाति इति उदाहरणानि, एतादृश उदाहरणानि सन्ति. अपि च प्रकृत्यादिगुणः इति आकृतिगणः अस्ति. आकृतिगणः नाम किम् इति चेत् इट् इस् अन् ओपन् एण्डेड् ग्रूप्. यथा लोके उदाहरणं लभ्यते तर्हि तत्र योजयितुं शक्यते प्रकृत्यादिगणे. उदाहरणार्थम् अत्र संसर्गः इति पदमपि प्रकृत्यादिगणे वर्तते इति स्वीकृत्य संसर्गेण अभावः, संसर्गेण कः अभावः, घट अभावः. येन सम्बन्धेन घटः भूतले वर्तते तेनैव सम्बन्धेन घट अभावः अपि वर्तते, तस्य अभावः अपि वर्तते इति नियमः. तर्हि संयोगेन घटः इति वदामश्चेत् संयोगेन घट अभावः इति उक्तम्. तत्र तर्हि संसर्गेण अभावः इति तादृशम् अवगन्तव्यमस्ति. संसर्गेण भावः यथा तद्वत् संसर्गेण अभावः इति विग्रहवाक्यम् उक्त्वा संसर्गाभावः इति विशेष्यदलं भवतु. तर्हि इदानीम् अस्माभिः किमुक्तं, यावत्पर्यन्तं घटः जीवति, अत्र जीवति इति केवलम् अवगमनार्थं मया प्रयुक्तमस्ति. घटः जीवविषयः नास्ति, चेतनः नास्ति. तथापि यावत्कालं घटः वर्तते तावत्कालं घट अत्यन्त अभावः सर्वत्र वर्तते इति लक्षण अवगमनम्. तर्हि प्रश्नः उदितः आसीत् घटस्य आनयनेन घट अभावः नश्यति, तयोः मध्ये सः अनवस्थादविरोधः अस्ति खलु इत्येव अस्माभिः पठितं पूर्वम् इति चेत्, यद्यपि उद्देशग्रन्थे घटः एव अभावं नाशयितुं प्रभवति इति लिखितं, परन्तु तद्बालबोधनाय. वस्तुतः अत्र घटः अपि च घट अभावः अनयोः मध्ये विरोधः नास्ति. तर्हि किम्, वस्तुतः घटे सति अभावः न प्रतीयते, तिरस्कारः भवति. घटाभावः तत्रापि तत्र अस्ति, तथापि तत्र अस्ति, तदापि तत्र अस्ति, किन्तु न प्रतीयते. यथा दीपः प्रज्वलितः, दीपः तस्मिन् उपरि यदि घटं स्थापयामः तर्हि यद्यपि तत्र दीपः वर्तते किन्तु घटेन तस्य तिरस्कारः जातः इति कृत्वा वर्तमानदीपं न प्रतीयते. यथा तद्वत् अत्रापि वस्तुतः घटे सति अभावः न प्रतीयते, न ज्ञायते इत्येव वक्तव्यम् आसीत् उद्देशग्रन्थे अपि, किन्तु बालबोधनाय तादृशम् उक्तं. किन्तु वस्तुस्थितिः का इति चेत् एतदेव, घटस्य अपसारेण उत्पत्तिक्षणपूर्वक्षणपर्यन्तं ध्वंसक्षणमारभ्य वा खलु प्रतीयते इह भूतले घटः नास्ति इति अत्यन्त अभावः. तस्य न तत्काले उत्पन्नस्य भानं किन्तु प्रयुक्तस्य भानम् इत्युक्ते, यदा घटस्य अपसारणं कुर्मः, अन्यत्र नयामः घटं, तदा घट अभावः प्रतीयते. किन्तु यदा घटस्य आनयनं कुर्मः तदा घटाभावः न प्रतीयते. तर्हि तत्र तत्काले उत्पन्नस्य भानम् इति नास्ति. इत्युक्ते यदा घटस्य अपसारणं कुर्मः तदा तत्र घटाभावः जायते, घट अत्यन्ताभावः जायते इति न वक्तव्यम्. किमर्थम् इति चेत् तत्र घटस्य अपसारणं कारणं नास्ति. तर्हि किं, प्रयोजकमस्ति. प्रयोजकभावः प्रयोजकप्रयोज्यभावः पूर्वमेव अस्माभिः दृष्टं. तत्र विषयता इत्युक्ते घटः अस्ति, यदा अयं घटः इति ज्ञानं जायते तदा घटे विषयता जायते इति नास्ति. घटे तु सर्वदा विषयः अस्ति. ज्ञातं चेत् कथं वा घटः ज्ञानस्य विषयः इति चेत् तत्र विषयता वर्तते किन्तु विषयता उत्पद्यते इति न. यदा ज्ञानं जायते तदा तज्ज्ञानं प्रयोजकं भवति. किं प्रति? विषयतां प्रति. इति प्रयोजकप्रयोज्यभावः वर्तते विषयता अपि च ज्ञानम् अपि च विषयता अनयोः मध्ये. एवम् अत्रापि अपसारणम् इति प्रयोजकमस्ति. प्रयोज्यं किम्? अभावस्य भानं, घटाभावस्य भानं प्रयोज्यं भवति. भासते. यदा घटः तत्र अस्ति तदा न भासते. तर्हि घटभावः अभाने, घट अभाने, घट अभाव अभाने, घट अभाव अभाने प्रयोजकः भवति इति अवगन्तव्यम् इति उक्तम्. यथा ज्ञाने सति विषयता प्रयुज्यते तथा अत्यन्ताभावः नित्यः प्रयुज्यते इति उक्तम्. तावत् अस्माभिः अधीतं. तत्र उत्पत्तिक्षणपूर्वपर्यन्तम् इत्यत्र कस्य उत्पत्तिः इत्यत्र क्लेशः वर्तते. तद् निवारणं कुर्मः अग्रे. अस्तु, एतावत् यद्मया उक्तं तद् अवगतम् इति भाति. प्रश्नाः सन्ति वा महोदय? एकः प्रश्नः अस्ति. घटनाशकारणं निमित्तकारणमपि भवितुम् अर्हति वा इति. निमित्तनाशनेन घटनाशः भवति वा इति प्रश्नः. न भवति, केवलं सारि असमवायिकारणनाशनेन एव घटस्य नाशः भवति. द्रव्यनाशः समवायिकारणनाशेन असमवायिकारणनाशेन भवति, किन्तु गुणनाशः निमित्तकारणेनापि भवति. गुणनाशः निमित्तकारणेनापि भवति. अत्र गुणः द्वित् अत्र उदाहरणं वदामि. घटद्वयं वर्तते. तर्हि इदानीं द्वित्वं यदा मयि अपेक्षाबुद्धिः जायते, कति घटाः अत्र वर्तन्ते? दशघटाः सन्ति इति चिन्तयतु. तर्हि यदा अहं गणनं करोमि तदा एकत्वं, प्रत्येकं घटे विद्यमान एकत्वं असमवायीकारणं भवति. मम अपेक्षाबुद्धिः निमित्तकारणं भवति. तेन प्रत्येकं घटे दशत्वं जायते. दशत्वं जायते इति कृत्वा मिलित्वा दशघटाः वर्तन्ते इति व्यवहारः मया क्रियते. तर्हि यदा मम अपेक्षाबुद्धिः नास्ति अथवा अन्यत्र मम बुद्धिः प्रचलति तदा जन्यमानदशत्वं तेषु नश्यति. घटेषु नश्यति, दशत्वं नश्यति. तस्य कारणं किम् इति चेत् अपेक्षाबुद्धिः. एवं चर्मस्मरणम् इत्यादिकम् अस्माभिः पूर्वं पठितम् इति कृत्वा एव अत्र पदार्थः इति पदं मया प्रयुक्तं. यदा अहम् उक्तवान् समवायिकारणनाशेन असमवायिकारणनाशेन निमित्तकारणनाशेन पदार्थस्य ज्ञानं, न तु द्रव्यस्य ज्ञानं, न तु द्रव्यस्य नाशः, पदार्थस्य नाशः अङ्गीकृतः इति उक्तं. समीचीनम्. अस्तु, अग्रे सरेम. तर्हि इदानीं पेज् 357 इत्यत्र प्रथमपङ्क्तिः मिहुल् महोदय आरब्धं करोतु. घट अपसारणसामग्री तद्ध्वंससामग्री वा तत्र तत्र अभावस्य प्रयोजिका, तया च प्रयुक्तः अत्यन्ताभावः प्रतीयते, अतः युज्यते मूलोक्तं त्रैकालिकत्वम्. अस्तु, तर्हि अत्र घटपसारण क्रियाविषये कश्चन सामग्री वर्तते अथवा ध्वंस कृते अपि नास्ति. पुनः वदतु. घट अपसारणसामग्री इत्युक्ते घटस्य अपसारणं कर्तुम् इच्छति चेत् कश्चन सामग्रीः अस्ति खलु, सा सामग्री एव प्रयोजिका भवति अभावः. अस्तु, घट अपसारणसामग्री इति समस्तपदं, तस्य विग्रहवाक्यं वदतु। घटस्य अपसारणम् इति घट अपसारणं, घट अपसारणसामग्री, घट अपसारण घट अपसारणस्य सामग्री इति अहं चिन्तयामि। इति वदति चेत् क्लेशः, किमर्थमिति चेत् घट अपसारणस्य सामग्री इत्यस्मिन् विषये चिन्तनं नास्ति इदानीम्। घटस्य अपसारणं कथं भवति, कैः कारणैः भवति इति चिन्तनमस्ति चेत् घट अपसारणस्य सामग्री इति षष्ठीतत्पुरुषः वक्तुं शक्यते। तदेव अहं, किन्तु इदानीं किं घट अपसारणेन इति उक्तं खलु पूर्वस्मिन् परिच्छेदे, घट अपसारणेन प्रतीयते भूतले घटः नास्ति इति। तर्हि घट अपसारणम् इति सामग्री भवति स्वयं, अतः अत्र कर्मधारयः वक्तव्य, घट अपसारणञ्च तत् सामग्री च, सामग्री च इत्युक्ते अत्र तर्हि घट अपसारणम् इति एव प्रयोजक भवति अभावस्य। उत्तमं, इदानीं समीक्षा तथैव ध्वंसः, तस्य ध्वंसः अत्र घटध्वंसः इति अपि अभावस्य प्रयोजकः भवति। तर्हि तया सामग्र्या ध्वंसः, तद्ध्वंसः अत्र तत् इति पदेन किम्? ओ तद्ध्वंसः इत्युक्ते अहं चिन्तयामि घटध्वंसः इति, घटध्वंसः, घटध्वंसः चिन्तनीयं, पश्येम। यदि घटध्वंसः सामग्री भवति तर्हि घटध्वंस अनन्तरम् अपि घट अत्यन्ताभावः वर्तते इति भवति। तर्हि घटध्वंसस्य अनन्तरं घटप्रध्वंस अभावः अपि वर्तते, घट अत्यन्ताभावः अपि वर्तते इति भवेत्। अतः किञ्चित् क्लेशः अस्ति तद् इति पदेन घट अपसारणसामग्री तद्ध्वंससामग्री वा अस्तु। तर्हि तत्र त्रैकालिक एकनिमिषम् अतः युज्यते मूलोक्तं त्रैकालिकत्वम् इत्युक्ते यथा मया उक्तं तथा अत्र न वदति, पश्यामि अत्यन्तम् अभावलक्षणमः त्रैकालिकः इति, अस्य नित्यः इत्यर्थः, संसर्गाभावः इति च विशेषदलं, तस्य संसर्गेन अभावः इति विग्रहः, तेन च संसर्गः संसर्गस्य सम्बन्धस्य प्रतियोगिता अवच्छेदकलाभः, तस्य च नित्यत्वे सति तथा च नित्यत्वे सति संसर्गावच्छिन्नप्रतियोगिता क अभावत्वम् अत्यन्त अभावलक्षणं पर्यवसितम्। संयोगेन घटः नास्ति, समवायेन घटः नास्ति इति प्रतीतिः भवति, अतः अत्यन्त अभावप्रतियोगितानां तत्तत्सम्बन्ध अवच्छिन्न तत्तत्सम्बन्धविशेष अवच्छिन्नप्रतियोगिताकत्वं सिद्धमिति विशेषदलं लाभः, तादृश अभावस्य उत्पत्तिनाशसाधकप्रमाणाभावात् तस्य नित्यत्वम्। अस्तु, तादृश अभावस्य उत्पत्तिनाशसाधकप्रमाण अभावात् तस्य नित्यत्वं त्रैकालिकत्व अपरपर्यायम् अपि सिद्ध्यति। तर्हि आकाशवद् नित्यम् इति एव भाति, यथा मया उक्तम् आपेक्षिकनित्यत्वं न उक्तम् इति भाति। तद्ध्वंसः इत्युक्ते घटध्वंसः, तर्हि घटध्वंसानन्तरम् इत्युक्ते घटस्य जननात् पूर्वं घटप्रागभावः वर्तते, घट अत्यन्त अभावः अपि वर्तते, घटस्य वर्तमानकाले घटप्रागभावः नास्ति, घटप्रध्वंसः अपि नास्ति, किन्तु घट अत्यन्त अभावः तदापि वर्तते. घटस्य ध्वंसानन्तरं घट अत्यन्त अभावः तत्रापि तदापि वर्तते, घटध्वंस अभावः अपि वर्तते इति आगच्छति. इति कृत्वा युज्यते मूलोक्तं त्रैकालिकत्वम्, आपेक्षिकनित्यत्वं न उक्तम् इति भाति. अस्तु, इति अवगम्य अग्रे गच्छेम, तदनन्तरं पुनः चिन्तनं कुर्मः. अग्रे पठतु महोदय. अत्र विशेषणमात्रोक्तौ आकाशादौ अतिव्याप्तिः, अतः अभावत्वं दातव्यम्. तत्र विशेषणम् इत्युक्ते किम्? विशेषणं मात्र उक्तौ आकाशादौ. विशेषणम् इति अत्र पूर्वे नित्यत्वे सति संसर्गावच्छिन्नप्रतियोगिताक अभावत्वम् अत्यन्तभावलक्षणम् इति इत्यस्मिन् वाक्ये अत्र विशेषणं मात्र उक्तत्वं नित्यत्वम् इति एव उक्तत्वं. नित्यत्वम् अथवा त्रैकालिकम् इति. अथवा त्रैकालिकं, सत्यं. त्रैकालिकम् इति मूलोक्तपदमस्ति, तदेव विशेषणम्. सत्यं. तर्हि त्रैकालिकम् इत्युक्ते इति तावदेव उक्तं चेत् आकाशौ आकाशादौ अतिव्याप्तिः. आकाशः अपि नित्यम्. अतः अभावत्वं दातव्यम्. अस्तु. तस्यापि अन्योन्याभावे सत्त्वात् अतिव्याप्तिः इति. एकनिमिषं महोदय. अतः अभावत्वं दातव्यं, तर्हि अभावत्वेन किं किं भवति तदपि वदतु. अस्तु. अत्र अभावत्वेन आकाश, तर्हि आकाशादौ अतिव्याप्तिः न भवति, यतोहि अत्र अत्यन्ताभावः अथवा प्रध्वंसाभावः इति अनादिः अस्ति, अथवा सा न न न अत्र आकाशे चिन्तनीयम्. इदानीं यदि नित्यत्वम् इति दलमेव उक्तं चेत् आकाशे अतिव्याप्तिः भवति इति उक्तम्. तस्य निवारणम् अभावत्वम् इति दलं दत्वा निवार्यते इत्युक्तं. तर्हि आकाशे कथं निवार्यते इति एव वदतु, अन्यत् किमपि मा वदतु. यतोहि आकाशः तु नित्यं नित्यमेव, परन्तु अभावत्वम् इति अपि लक्षणे अस्ति चेत् आकाशः तु तस्य अभावः न वर्तते एव, अतः अभावत्वम् इति अभावः इति नास्ति. आकाशे अभावत्वमस्ति वा अभावत्वमस्ति वा? भावत्वमेव अस्ति. इति कृत्वा तादृशं वक्तव्यम्. आकाशस्य अभावः न भवति इति न चिन्तनीयम्. तस्मिन् अभावत्वम् अत्र अत्यन्त अभावः, अत्यन्त अभावे किमस्ति, अभावत्वमस्ति वा न? अभावत्वमस्ति, अभावत्वमस्ति. अत्यन्त अभावः नित्यः वा न वा? अत्यन्त अभावः नित्यः. तर्हि नित्यत्वे सति अभावत्वम् इति वदामश्चेत् अत्यन्त अभावे एव लक्षणं पतति. केवलं नित्यत्वम् इति वदामश्चेत् आकाशे अतिव्याप्तिः भवति. केवलम् अभावत्वम् इति वदामश्चेत् प्रागभावे प्रध्वंसाभावे अपि अतिव्याप्तिः भवति. उभयमपि मिलित्वा, किमर्थम् उभयमपि मिलित्वा वदामश्चेत् आकाशे अभावत्वं नास्ति इति कृत्वा आकाशे जायमाना अतिव्याप्तिः निवारिता. अभावत्वम् अत्र नित्यत्वम् इति दलस्य योजनेन प्रागभावे प्रध्वंसाभावे जायमान अतिव्याप्ति निवारिता. तर्हि इदानीं दलद्वयमस्ति, नित्यत्वे सति अभावत्वम्. किन्तु इदानीम् अग्रे पठति. तस्यापि तादृशलक्षणवाक्यस्यापि अन्योन्याभावे सत्त्वात् अतिव्याप्तिः इति संसर्गावच्छिन्नप्रतियोगिताकत्वम् अभावत्वविशेषणम्. तर्हि केवलम् अत्र नित्यत्वं नित्यत्वे सति अभावत्वम् इति एव लक्षणवाक्यं कुर्मः चेत् अन्योन्याभावे अतिव्याप्तिः भवति. अन्योन्यानुसारम् अन्योन्याभावः अपि नित्यः, अपि च अभावरूपः अस्ति. अतः तन्निवारणाय अत्र केवलं सामान्य अभावत्वम् इति न उक्तं, परन्तु संसर्गावच्छिन्नप्रतियोगितात्वम् अभावत्वम् इति विशेषणयुक्त अभावत्वम् इति उक्तम्. तर्हि तत्र संसर्गावच्छिन्नप्रतियोगितात्वम् इति दलमपि योजितं. तर्हि इदानीं सम्पूर्ण लक्षणवाक्यं वदतु. नित्यत्वे सति संसर्गावच्छिन्नप्रतियोगितात्व अभावत्वम् अथवा प्रतियोगिता नित्यत्वे सति संसर्गावच्छिन्नप्रतियोगितात्वे सति अभावत्वम्. किमर्थं कत्वे इति उक्तमिति चेत् तत्र बहुव्रीहिसमासः उक्तः. संसर्ग अवच्छिन्ना प्रतियोगिता यस्मिन् सः अभावः खलु. तर्हि संसर्ग अवच्छिन्नप्रतियोगिता कः इत्युक्ते अभावः एव, अभावस्य लक्षणम्, अभावस्य विशेषणमस्ति. संसर्ग अवच्छिन्नप्रतियोगिता कः इत्यनेन कः उक्तः इति चेत् अभावः इति अन्यपदार्थः उक्तः. यथा पीताम्बरः इत्यनेन कृष्णः उक्तः तथा संसर्गावच्छिन्नप्रतियोगिता कः सः कः इति चेत् अभावः. अस्तु, तर्हि दलत्रयं नित्यत्वे सति संसर्गावच्छिन्नप्रतियोगिता कत्वे सति अभावत्वम् इति अत्यन्त अभावस्य लक्षणं. तर्हि संसर्गावच्छिन्नप्रतियोगिता कत्वं नाम किम्? संसर्गेण अवच्छिन्न प्रतियोगिता यस्मिन् अस्ति सः अभावः अपि च नित्यम् इति तद् प्रश्ने नास्ति. संसर्गमावच्छिन्नप्रतियोगिता कत्वं नाम किम् इति चेत् संसर्गेण अवच्छिन्न प्रतियोगिता यस्मिन् अस्ति तादृश अभावत्वम् इति. संसर्ग अवच्छ संसर्गेण अवच्छिन्ना प्रतियोगिता यस्मिन् तद्वत्वम् उत्तमम्. अत्र संसर्ग इति पदेन किं किम् अवगन्तव्यम्? सम्बन्धः इति अवगन्तव्यम्. किं संसर्गः इत्युक्ते सम्बन्धः इति अवगन्तव्यम्. परन्तु सम्बन्धः अत्र संसर्गाभावः परन्तु सम्बन्धः कयोः मध्ये सम्बन्धः इति न कयोः मध्ये सम्बन्धः इति भवतु, किन्तु सम्बन्धाः कति विधाः? संयोगसम्बन्धः अपि च समवायसम्बन्धः. उत्तमम्. संयोगसम्बन्धः समवायसम्बन्धः इति सम्बन्धद्वयं संसर्ग इति पदेन स्वीकर्तव्यमस्ति. अतः संयोग इति अनुक्त्वा संसर्ग इति पदं प्रयुक्तं. यदि संयोगः इति उक्तं चेत् तत्र समवायः बहिर्गच्छति इति कृत्वा तत्र अव्याप्तिः भवति. समवाये इति उक्तं चेत् संयोगे अव्याप्तिः भवति. तत्तत् सम्बन्धविशेष अवच्छिन्नप्रतियोगिताकत्वम् इति उक्तं तदेव. सत्यं. तर्हि अत्र वस्तुतः चतुर्विधसम्बन्धाः अस्माभिः अधीताः, संयोगः इति, समवायः इति, तादात्म्यः इति. तादात्म्यसंसर्गः, तादात्म्यः संसर्ग इति पदेन न उच्यते. इत्युक्ते तादात्म्यसम्बः सम्बन्धः स्वस्मिन् भवति खलु, स्वस्य स्वस्मिन् यः सम्बन्धः सः एव तादात्म्यसम्बन्धः. स्वस्य स्वस्मिन् यः सम्बन्धः तदेव तादात्म्यसम्बन्धः. इत्युक्ते पदार्थद्वयं नास्ति, एकमेव पदार्थम्. एकः एव पदार्थः, तस्य पदार्थस्य तस्मिन् यः सम्बन्धः अस्ति सः एव तादात्म्यसम्बन्धः इति कृत्वा संसर्गः इति न वक्तुं शक्यते. तादात्म्यसम्बन्धः तदेव अग्रिमवाक्यं तदेव अस्ति. इति वा? अस्तु, अत्र अग्रे गमनात् पूर्वम् इतोपि किञ्चित् चिन्तनं कुर्मः. अत्र अन्यदपि सम्बन्धः अस्ति खलु, दैशिकविशेषणतासम्बन्धः. अथवा स्वरूपसम्बन्धः इति. स्वरूपसम्बन्धः दैशिकविशेषणतासम्बन्धः कालिकविशेषणतासम्बन्धः उभयमपि स्वरूपसम्बन्धः इति. तर्हि स्वरूपसम्बन्धः संसर्ग संसर्गे संसर्ग इति पदेन अन्तर्भूतम् इति पदे अन्तर्भूतं भवति वा स्वरूपसम्बन्धः? न भवति इति मन्ये. न भवति किमर्थम्? तत्र स्वरूपसम्बन्धः अपि तत्रापि एक एव पदार्थः खलु. उदाहरणं वदतु, किं कस्मिन् कालिकासम्बन्धेन वर्तते इति. कालिकासम्बन्धेन किं कस्मिन् वर्तते रामः ज्येष्ठः अत्र एषः स्मरणीयः विषयः नास्ति. अत्र प्रश्नं दृष्ट्वा वक्तुं शक्यते कालिकासम्बन्धः इति उक्तम्. तत्र रामः ज्येष्ठः लक्ष्मणस्य अपेक्षा अस्ति, तर्हि तत्र रामे ज्येष्ठत्वम् अस्ति, तत्तु कालिकसम्बन्धेन खलु? न, कालिकसम्बन्धेन नास्ति, कालिकसम्बन्धकृतः अस्ति ज्येष्ठत्वं. कालिकसम्बन्धप्रयुक्तः अस्ति ज्येष्ठत्वं, किन्तु कालिकासम्बन्धेन वर्तते इति वाक्यं भवेत्. किं कस्मिन् कालिकासम्बन्धेन वर्तते? ज्येष्ठत्वं कालिकासम्बन्धेन रामे वर्तते इति वक्तुं शक्यते वा? किमर्थं ज्येष्ठत्वस्य विषये भवान् चिन्तयति? रामे विद्यमानज्येष्ठत्वं कालकृतमस्ति इत्युक्ते अत्र प्रयोजकः भवति कालः, किन्तु घटः काले केन सम्बन्धेन भवति? न श्रूयते महोदय. अस्तु, पुनः एकवारं पृच्छति वा? घटः घटः घटः वर्तते इति इति वाक्यं मया उक्तम्. घटः वर्तते इति वाक्यस्य कः अर्थः? घटः घटः अस्ति इति खलु. हा, तत्र इतोपि चिन्तयतु, अत्र अस्ति अथवा वर्तते इति लट् इति कीदृशलकारः तत्र? लट् लकारः अस्ति वर्तते. लट् लकारः कस्मिन् अर्थे? लट् लकारः वर्तमानकाले इति कालः. तर्हि अत्र वर्तते इति लट् लकारम् अप्रयुज्य तस्य अस्य वाक्यस्य अर्थं वदतु. घटः वर्तते. तर्हि किं कस्मिन् कालिकसम्बन्धः वर्तमानकाले अस्ति इति एव अर्थः अस्ति खलु वाक्यस्य? आम् सत्यं, घटः वर्तमानकाले अस्ति. अस्तु अस्तु, अतः घटः इति कालिकसम्बन्धेन वर्तमानकाले वर्तते अस्ति इति. हा, काले वर्तते, वर्तमानकाले वर्तते इति नास्ति, काले वर्तते. काले वर्तते. हा, घटः वर्तमानसम्बन्धेन काले वर्तते. घटः घटः अत्र संयोग अत्र कालः इति अपि द्रव्यमस्ति खलु नैयायिकानां मतानुसारं. घटः इति द्रव्यं, कालः इत्यपि द्रव्यं. तर्हि द्रव्ययोः मध्ये संयोगः इति वा इति चेत् तत्र कालिकासम्बन्धेन घटः कालिकासम्बन्धेन काले वर्तते. अस्तु, तत्र स्वरूपसम्बन्धः इत्यत्र कालिकासम्बन्धः इति कुत्र पठितम्? दैशिकविशेषणतासम्बन्धः कालिकविशेषणतासम्बन्धः इति. तादात्म्यसम्बन्धः यदा कल्पितः अस्ति तत्रैव पठितं खलु. काल उपाधिनिरूपणम् न तत्र नास्ति सर्वजन्यानां समानकालिकानां परम् अधिकरणत्वम् काल उपाधिनिरूपणम् न तत्र तादात्म्यसम्बन्धः इति पाठः अत्र निकषः कारणम् एतद् अन्यस्य कारणम् इति वक्तुं त्रयः निकषाः उक्ताः तत्र तादात्म्यसम्बन्धः कल्पनीयः इति उक्तं खलु तत्रैव पठितम् इति मम मनसि अस्तु पश्यामः इदानीं मास्तु तर्हि अत्र मम प्रश्नः आसीत् कालिकासम्बन्धः कालिकविशेषणतासम्बन्धः अथवा दैशिकविशेषणतासम्बन्धः अथवा स्वरूपसम्बन्धः संसर्ग इत्यस्मिन् अन्तर्भूतं भवति वा न वा इति प्रश्नः तदनन्तरं पश्येत् अग्रे संसर्गपदेन तादात्म्यस्वीकारे कपालस्य घटकारणत्वसम्भव स्वस्मिन् स्वसम्बन्धः तादात्म्यम् इति स्वस्मिन् स्वस्य सम्बन्धः स्वसम्बन्धः तादात्म्यम् इति उच्यते तत्र तत्रैव पठितं वा अन्यत्र यत्र कुत्रापि पठितं वा इति न जाने दृष्ट्वा वदामि कालिकासम्बन्धः दैशिकविशेषणसम्बन्धः इति आसीत् तत्र तेन कार्याधिकरणे स्थातव्यं तेन कार्याधिकरणे सर्वदा स्थातव्यं कार्यपत्रे तत्तु भिन्नमस्ति भिन्नमस्ति कारणम् अस्तु पश्यामः अग्रे पठतु महोदय अस्तु संसर्गपदेन तादात्म्यातिरिक्तसंसर्गाः अभिप्रेताः तत्र तस्यापि पूर्व किमपि एकवारं पठतु तस्यापि तस्यापि अन्योन्याभावे सत्त्वात् अतिव्याप्तिः इति संसर्गावच्छिन्नप्रतियोगिताकत्वम् अभावत्वविशेषणम् दलत्रयमागतम् अग्रे संसर्गपदेन तादात्म्य अतिरिक्तसंसर्गाः अभिप्रेताः तर्हि अत्र तादात्म्य इति एव न स्वीकुर्मः अन्ये सर्वे सम्बन्धः स्वीकरणीयः संसर्ग इति पदे यथाश्रुते नित्यत्वस्य तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताक अभावत्वस्य अन्योन्याभावे सत्त्वात् अतिव्याप्ति तद् अवस्थ्यात् उक्तविवक्षायां तु तादात्म्य अतिरिक्तसम्बन्धः न अन्योन्याभावप्रतियोगितावच्छेदकः इति नातिव्याप्तिः तर्हि अत्र नित्यत्वस्य अन्योन्याभावे नित्यत्वमपि अस्ति तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताक अभावत्वमपि अस्ति अतः अन्योन्याभावे अतिव्याप्तिः भवति उक्तविवक्षायां तु तादात्म्य अतिरिक्तसम्बन्धः तर्हि अत्र संसर्गावच्छिन्न इति यदुक्तं तत्र संसर्ग इत्यनेन तादात्म्य इति न स्वीकुर्मः तद् अतिरिच्य अन्यसंसर्गाः अभिवृद्धाः अतः अन्योन्याभावे अतिव्याप्तिः न भवति अन्योन्याभावप्रतियोगितावच्छेदकः इति न अतिव्याप्तिः इति भवति इत्युक्ते अत्र यथा अत्र उक्तं तर्हि संसर्गः इति पदस्य अर्थः कः चेत् सम्बन्धः इति एव तर्हि सर्वे सम्बन्धाः संसर्गः इत्यनेन वक्तुं शक्यते किन्तु अत्र मूले तादात्म्य अवच्छिन्नप्रतियोगिताकः अन्योन्याभावः इति उक्तसामर्थ्यात् तादात्म्यसम्बन्धम् अतिरिच्य ये सम्बन्धाः सन्ति ते संसर्गाः संसर्गः इति पदेन स्वीकर्तव्यम् इति अस्ति अस्तु अग्रे महोदय तादात्म्य तादात्म्य अतिरिक्तसंसर्गावच्छिन्नप्रतियोगिताक अभावत्वम् इति पर्यवसित विशेषदलमात्रनिवेशे ध्वंसप्राग्भावयोः अतिव्याप्तिः अस्तु नित्यत्वम् इति दलं त्यजामश्चेत् ध्वंसप्राग्भावयोः अतिव्याप्तिः भवति अस्तु कपाले समवायेन तत्र इतोपि चिन्तयतु ध्वंसप्रागभाव यदि नित्यत्वमिति दलं त्यजामः तर्हि ध्वंसप्रागभावयोः अतिव्याप्तिः तर्हि ध्वंसप्रागभावौ किमस्ति संसर्गावच्छिन्नप्रतियोगिता क प्रतियोगिता क अपि प्रतियोगिता अपि अस्ति तस्मिन् अपि तयोः अपि च अभावत्वमपि अस्ति तयोः तद् निरूपयतु संसर्गावच्छिन्नप्रतियोगिताकत्वं प्रागभावे अस्ति इति निरूपयतु अस्तु प्रागभावे संसर्गावच्छिन्नप्रतियोगिता प्रागभावस्य प्रतियोगी अस्ति घटः इत्युक्ते यदा घटः जायते तदा प्रागभावः नश्यति अतः घटे प्रागभावं प्रति प्रतियोगिता अस्ति तर्हि सा प्रतियोगिता संसर्गावच्छिन्नप्रतियोगिता अस्ति वा इति चिन्तनीयम् तर्हि घटे या प्रतियोगिता वर्तते सा प्रतियोगिता संयोगसम्बन्धेन अवच्छिन्न अथवा समवायसम्बन्धेन अवच्छिन्नप्रतियोगिता अस्ति तदा तर्हि ध्वंस अथवा प्रागभावं प्रति तस्य सा प्रतियोगिता अस्य निर्णयार्थं कः प्रश्नः करणीयः प्रागभावः केन सम्बन्धेन कुत्र अस्ति इति चिन्तनीयम् घटप्रागभावः केन सम्बन्धेन कुत्र अस्ति घटप्रागभावः प्रागभावः इति जायते अतः संयोग जायते किं प्रागभावः न अनादिः परन्तु शान्तः इति खलु भवतु तर्हि घटस्य उत्पत्तेः पूर्वं घटप्रागभावः वर्तते खलु कुत्र वर्तते केन सम्बन्धेन वर्तते घटप्रागभावः कुत्र वर्तते समवायसम्बन्धेन कपाले वर्तते इति वक्तुं शक्यते वा हा समवायसम्बन्धेन घटः घटप्रागभावः कपाले वर्तते कपाले वर्तते खलु आम् सत्यं हा तर्हि घटप्राध्वंस घटप्रागभावस्य प्रतियोगी कः घटः घटः तर्हि घटे प्रागभावप्रतियोगिता वर्तते सा प्रतियोगिता केन अवच्छिन्ना इति चेत् समवायसम्बन्धेन अवच्छिन्ना समवायसम्बन्धः संसर्गः इत्यस्मिन् अन्तर्भूतः अस्ति इति कृत्वा संसर्गावच्छिन्नप्रतियोगिता क अभावत्वं संसर्गावच्छिन्नप्रतियोगिता कत्वे सति अभावत्वम् इति दलद्वयमेव अस्ति चेत् प्रागभावे ध्वंसाभावे च अतिव्याप्तिः भवति अस्तु यदा घटस्य नाशः भवति तदा घटध्वंस अभावः केन सम्बन्धेन कुत्र अस्ति घटध्वंस अभावः समवाय पुनः समवायसम्बन्धेन घटे अस्ति इति चिन्तयामि घटे वा घटध्वंसः जातः खलु ध्वंसः जातः पुनः कपाले एव अस्तु अग्रे पठतु इदानीं कपाले कपाले समवायेन घटः उत्पद्यते समवायेन घटो नष्टः इत्यादि प्रत्ययैः इत्यादि ज्ञानं सरि ध्वंसप्रागभावयोरपि प्रतियोगिता भवति तादात्म्यतिरिक्तसम्बन्धावच्छिन्ना तदेव अत्र उक्तं ध्वंसभावः अपि च प्रागभावः द्वयोः अपि तयोः अपि प्रतियोगिता कपाले एव वर्तते परन्तु समवायसम्बन्धेन वर्तते अतः तादात्म्यतिरिक्तसम्बन्धावच्छिन्न प्रतियोगिता अस्ति अतः तादृश अतिव्याप्तिवारणाय त्रैकालिकपदोपादानं पदः उपादानम् अस्तु तयोः प्रतियोगिता न संसर्गेण अवच्छिद्यते इति मते तु न देयमेव अतः एव त्रैकालिक इत्युक्ते नित्यत्वम् इति दलं योजितम् नित्यम् इति वदामश्चेत् तत्र प्रागभावे प्रध्वंसे जायमाना अतिव्याप्तिः निवारिता भवति तर्हि केवलं नित्यत्वे सति अभावत्वम् इति वदामश्चेत् पर्याप्तं भवति, तदनन्तरं तत्र संसर्गेण अवच्छिद्यते इति न वक्तव्यम्। नित्यत्वमिति उक्तसामर्थ्यात् एव तत्र अपगतम्, अतिव्याप्तिः अपगता इति कृत्वा। तर्हि एवं वक्तव्यं महोदय, समवायसम्बन्ध अवच्छिन्नप्रतियोगिता कः? घटप्रागभावः कपाले। समवायसम्बन्ध अवच्छिन्नप्रतियोगिता कः? घटप्रध्वंसभावः कपाले इति अस्ति, किन्तु तत्र नित्यत्वेन नास्ति इति कृत्वा नित्यत्वमिति दलम्। तर्हि इदानीं लक्षणसमन्वयः कृतः, नित्यत्वे सति संसर्गावच्छिन्नप्रतियोगिता, कत्वे सति अभावत्वम् इति दलत्रयं वदामश्चेत् केवलम् अत्यन्ताभावे एव भवति। तर्हि अस्माकम् अवगमनं किम् इति चेत्, यद्मया पूर्वमुक्तम् आपेक्षिकनित्यत्वं तद्दोषाय, आपेक्षिकनित्यत्वं नास्ति अत्र, वास्तविकनित्यत्वं यथा आकाशः तद्वत्, तद्वत् अत्र अत्यन्तभावः। तर्हि घटः तु अनित्यः, किन्तु घट अत्यन्तभावः अस्तु नित्यः, वैचित्र्यमस्ति, वैचित्र्यमपि च पुस्तकस्य अन्ते एव तादृशम् आगतं। वस्तुतः एतत्तु अभावस्य विषये तत्र एव यदि स्थापयामः चेत् समीचीनतया अवबुध्यते। तर्हि न न समीचीनतेन अवबुध्यते, किमर्थमिति चेत् आरम्भे एतत् सर्वम् उक्तं चेत् केनापि न अवगच्छति, केनापि न अवगम्यते भवतु, किन्तु किमर्थं नित्यत्वम्? अत्र वैचित्र्यमस्ति खलु, घटः अनित्यः किन्तु तस्य अत्यन्त अभावः नित्यः इत्युक्तम्। तर्हि तत्र किञ्चित् वैचित्र्यमस्ति, किन्तु किमर्थम् एतादृशं नैयायिकैः उक्तम् इत्यत्र भवतः चिन्तनं किम्? अपि च अभावः इति तु तत्र अत्यन्त अभावः इत्युक्ते भूतलं घटवत् अथवा भूतलं घटः भूतले अस्ति इति, तर्हि तत्र अत्यन्त अभावः इति तु अस्ति एव खलु, घटः यावत्पर्यन्तं घटः न जायते तावत्पर्यन्तम् अत्यन्त अभावः तु अस्ति एव। अपि च यथा पूर्वे उक्तं खलु, बालबोधनाय एव अत्र घटः नास्ति। तत् त्यजतु, मम प्रश्नस्य उत्तरं किं, साक्षात् प्रश्नस्य उत्तरं किं, किमर्थम् अत्र नित्यत्वम् अत्यन्त अभावस्य नित्यत्वं किमर्थं नैयायिकैः उक्तम्? यद्यपि वैचित्र्यं विचित्रमस्ति, लाघवं लाघत्वं लाघवम् आगच्छति इति एव वा तेन, अन्यथा तस्य तस्य समवायिकारणम् असमवायिकारणम् इति सर्वं चिन्तनीयं भवति। न न न न इति नास्ति, इति नास्ति, यथा मया उक्तं, यथा मया उक्तं तत्र आपेक्षिकनित्यत्वम् इति वदामश्चेत् कः क्लेशः? न अवगच्छन् किं किमर्थं तादृशमस्ति, अत्रैव उक्तं खलु, प्रध्वंसभावे प्रागभावे अतिव्याप्तिः भवति। आं तत्तु सत्यम्, अतः एव नित्यत्वं न उक्तं चेत् इति कृत्वा अत्र नैयायिकाः किं कृतवन्तः, अभावः चतुर्विधाः इति विभजनं कृतम्। तर्हि अभावः चतुर्विधाः इति चेत् प्रत्येकस्य लक्षणं वक्तव्यं, भेदः वक्तव्यः, नो चेत् चतुर्विधत्वं न साधितं भवति खलु। When you say abhava is four types, you have to necessarily say what is the difference between each abhava. Each abhava. तर्हि तत्र नित्यत्वं न उक्तं चेत् केवलं संसर्गाभाव संसर्गावच्छिन्नप्रतियोगिता कः? प्रतियोगिता कत्वे सति अभावत्वम् इति उच्यमाने प्रध्वंसे प्राग्भावे च अतिव्याप्तिः भवति। आं तत् समीचीनम्। इति कृत्वा नित्यम् इति तेन कल्पितम्। ओ अस्तु अस्तु, अतिव्याप्तिवारणाय कल्पितं, किन्तु कल्पितं चेदपि अत्र किञ्चित् वैचित्र्यम् अस्ति एव। घटः न, घटः नित्यः, किन्तु तस्य अत्यन्तभावः नित्यः। न न न महोदय, एकः प्रश्नः अस्ति। तस्य शस्यशृङ्गस्य अत्यन्त अभावः अपि अस्ति इति वक्तुं शक्यते वा? भवानेव चिन्तयतु। वक्तुं शक्यते इति अहं चिन्तयामि, परन्तु प्रायः पठितं तस्य अभावः न वक्तुं शक्यते इति। किमर्थं तादृशमुक्तम्? कोऽपि शस्यशृङ्गः कुत्रापि न दृश्यते इति उक्तम्, परन्तु तस्य अन्योन्यभावः अस्ति एव इति वक्तुं शक्यते खलु? न, अभावः अभावः उच्यते चेत् तस्य प्रतियोगी वक्तव्यमेव खलु। शसशृङ्ग अभावस्य प्रतियोगी किम्? न अस्ति एव। शसशृङ्गः इति न वक्तुं शक्यते। तर्हि प्रतियोगी भवेत्, प्रतियोगी एव नास्ति चेत् तस्य अभावः कथं वा स्यात्? तर्हि प्रतियोगी भवेत्, परन्तु अत्यन्त अभावः सर्वदा अस्ति। प्रथमं प्रतियोगी भवेत्, तत्पश्चात् एव वक्तुं शक्यते तस्य अत्यन्त अभावः सर्वत्र सर्वदा अस्ति इति। सत्यम्। इत्युक्ते प्रतियोगी भवेत् इति चेत् यदा प्रतियोगी उत्पद्यते तदा एव इति न, इति न, किन्तु तादृश अर्हता भवेत्। घटः अत्र पश्यतु, बिफोर् 1970 कम्प्यूटर्स् इति किमपि नास्ति खलु। प्रथमवारं कम्प्यूटर् सङ्गणकम् इति नूतन यन्त्रं 1970 इति चिन्तयामः, केवलं चिन्तनार्थं। तदा एव उत्पादितम् इति अस्ति, किन्तु इदानीं सङ्गणकस्य अत्यन्त अभावः नित्यः वा अनित्यः वा इति चेत् यदा प्रथमसङ्गणकं जातं तदा एव सङ्गणक अत्यन्त अभावः इति वदामश्चेत् क्लेशः भवति, नित्यत्वं तस्य नित्यत्वस्य हानिः भवति। सो पासिबिलिटि, इफ् सम्थिङ्ग् इस् पासिबल्, वेदर् इट् हेस् बीन् वेदर् द पासिबिलिटि हेस् बीन् रियलैस्ड् और् नाट् इत्यत्र चिन्तनं मास्ति, किन्तु that which is impossible, sasashringaha iti yada kadapi trishvapi kaleshu na bhavati, trishvapi kaleshu tasya satta na bhavati chet tasya abhavaha api na vaktavyam, ki vaktavyam je pratiyogi nasti iti krutva. Atra prasanga vashat anyadapi vaktum icchami, atra vritti ratnavali iti grantham मया पठ्यते इति उक्तं खलु, तत्र अनुवादमपि कुर्वन् अस्ति इति। तत्र पञ्चविधाभावाः स्वीकृताः, न तु चतुर्विधाभावः। तत्र प्रथमं किं क्रियन्ते, अभावः द्विविधः, अन्योन्य अभावः इति एकः, संसर्गाभावः इति द्वितीयः, पुनः संसर्गाभावः, प्रागभावः, प्रध्वंसाभावः, सामयिक अभावः, अत्यन्त अभावश्च इति उक्तम्। तर्हि प्रध्वंसः प्रागभावः इति नैयायिकाः यद्वदन्ति तदेव अद्वैतिनः अपि वदन्ति, किन्तु सामयिक अभावः इत्युक्ते किम्? उत्पत्तिनाशवद् अभावः, साधिशान्त अभावः, सामयिक अभावः उच्यते। एकस्मिन् काले पदार्थः वर्तते यथा ह्यः भूतले घटः आसीत्, अपरस्मिन् काले पदार्थ अभावः यथा अद्य भूतले घटाभावः, तत्र पदार्थशून्यकाले अद्य तत्पदार्थस्य सामयिक अभावः वर्तते इति वेदान्तिनः परिष्कृतवन्तः. किमर्थमिति चेत् घटः तु अनित्यः किन्तु तस्य अभावः तु नित्यः इति वदामश्चेत् इति वैचित्र्यमस्ति इति कृत्वा सामयिक अभावः अत्यन्त अभावः सामयिक अभावः इति स्वीकृतं. यथा भूतलादौ एकस्मिन् काले घटादिपदार्थः वर्तन्ते अपरस्मिन् काले अद्य च तेषाम् अभावः, तत्र घटशून्यकालसम्बन्धिनः भूतादिकाले भूतादिकाले घटादीनां सामयिक अभावः. समयविशेषे उत्पद्ये समयविशेषे यन्नश्यति तत् सामयिकाभावः इत्युच्यते. भूतलात् घटम् अन्यदेशं नयामश्चेत् तदा घटाभावः भूतले जायते, तस्मिन्नेव भूतले घट आनयनं क्रियते चेत् तदा घटाभावः भूतले नश्यति. एवञ्च सामयिकाभावः उत्पत्तिनाशवद् अथवा उत्पत्तिनाशवान्, उत्पत्तिवत् प्रध्वंसाभावः नाशात्, विनाशवत् प्रागभावः उत्पत्तेः इति कारणात्. उत्पत्तिनाशवन्तः घटादिभूतभौतिक अनेकपदार्थाः ते अभाव तेन अभावरूपाः विधिगमकप्रतीतेः अथवा अस्थिप्रतीतेः विषयः इत्यतः भावरूपः. अस्तु, तर्हि इदानीम् अत्यन्त अभावः वेदान्तीनां वेदान्तिभिः यदुक्तम् अत्यन्त अभावः, तस्य लक्षणं किम् इति चेत् अन्योन्य अभावभिन्नत्वे सति. यः अभावः अन्योन्य अभावः नास्ति किन्तु उत्पत्तिनाश शून्यवद् अभावः अत्यन्त अभावः इति. अन्योन्य अभावभिन्नत्वे सति उत्पत्तिनाशशून्यवद् अभावः. यत्र कालत्रयेपि यः पदार्थः नास्ति तत्र तत्पदार्थस्य अत्यन्त अभावः. यथा वायौ रूपं गन्धश्च न कदा यदा कदापि भवति इत्युक्ते वायुगन्धः इति कश्चन पदार्थः एव नास्ति. वायुः अस्ति, गन्धः अस्ति, किन्तु वायुगन्धः इति कश्चन पदार्थः नास्ति. तत्र रूपस्य गन्धस्य च अत्यन्त अभावः उच्यते. आत्मनि रूपं रसः गन्धः स्पर्शः शब्दः इत्यादयः न इत्यतः रूपादीनाम् अत्यन्त अभावः आत्मनि. तर्हि एतदेव एतादृश अभावः एव अत्यन्त अभावः. अत्र तर्हि वेदान्तिभिः यद् रमेशमहोदयेन पृष्टं तत् अङ्गीकृतम् इति भाति. इत्युक्ते शशः अस्ति, शृङ्गः अपि अस्ति, किन्तु शशशृङ्गः इति पदार्थः नास्ति. तदेव अत्यन्त अभावः इति नैयायिकैः उच्यते. क्षम्यतां, वेदान्तिभिः उच्यते. नैयायिकानां मतानुसारं प्रतियोगी नास्ति चेत् तस्य अभावः अभावस्य विषये न चिन्तनं ये चिन्तनीयमेव. किन्तु प्रतियोगः अस्ति वा न वा इति कथं जानीमः? इफ् यु रिवैण्ड् द टैम् लेट् अस् से वि गो बेक् टु 1960, तर्हि तत्र यदि सङ्गणकाभावः इति कोऽपि वदति चेत् सङ्गणकाभावः इति न वक्तुं शक्यते एव. किमर्थं? सङ्गणकमिति त्रिष्वपि कालेषु किमपि वस्तुः नास्ति. सशशृङ्गवत् इति प्रायः तेषु दिनेषु तैः उक्तं भवति. सो वाट् इस् बीङ्ग् डन् बै दि वेदान्तिन्स् इस् दट् देर् इस् अ परिष्कार दट् इस् डन् हियर्. टु टैप्स् आफ् परिष्कारस् हव् बीन् डन्. वन् इस् यद् नित्यत्वम् अत्यन्त अभावस्य नित्यत्वं नैयायिकाैः उक्तं तद् निराकृतं, तत्र आपेक्षिकनित्यत्वम् आगतं. सामयिक अभावः इत्युक्तः वेदान्तिभिः. एवं शशशृङ्ग अभावः न वक्तव्यमेव. प्रतियोगी नास्ति चेत् तस्य अभावः अभावस्य चिन्तनमेव न कार्यम् इति यद् नैयायिकैः उक्तं तद्दोषाय. वायौ गन्ध अभावः अस्ति, अस्ति वा न वा? अस्ति, त्रैकालिकमस्ति. गन्ध अभावः वायौ यदा कदापि न भवति. तत्र गन्धः एव नास्ति इति नास्ति. सो ऐ थिङ्क् दर् इस् अ स्लैट् चेञ्ज्. अस्तु, अत्र किञ्चित् उतैः चिन्तयामि. वायुगन्धः वायौ गन्धः वायौ गन्धः वायौ गन्धाभावः वायौ गन्धाभावः इति स्वीकुर्मः. वायुगन्धः इति पदं न चिन्तयेत्. दट्स् वेर् ऐ मेड् द मिस्टेक्. वायुगन्धः इति पदं किमपि नास्ति, इति पदार्थमेव नास्ति. किन्तु वायौ गन्धः अस्ति वा न वा अस्ति वा नास्ति वा इति चेत् नास्ति. इदानीं नास्ति वा इति चेत् न. त्रिष्वपि कालेषु वायौ गन्धः यदा कदापि न भवति. किमर्थं? पृथिवी गन्धवती. गन्धवत्वं पृथिव्याः एव लक्षणं. पृथिव्याम् एव गन्धः वर्तते इति कृत्वा वायौ गन्धः यदा कदापि न भवति. तर्हि इदानीं वायौ गन्ध अभावः अस्ति वा? आम् अस्ति. कीदृश अभावः? प्रागभावः नास्ति, प्रध्वंस अभावः नास्ति, सामयिक अभावः वा? इदानीं नास्ति, श्वः आगच्छति, ह्यः आसीत् इति नास्ति. तर्हि त्रैकालिकत्वम् इत्युक्ते नित्यत्वे सति, नित्यत्वे सति संसर्गावच्छिन्नप्रतियोगिताकत्वे सति अभावत्वम् इति यल्लक्षणं नैयायिकैः कृतं तल्लक्षणं वेदान्तमतानुसारं कुत्र समन्वयः भवति इति चेत् वायौ गन्धः इत्यत्र इति तादृशसन्दर्भे वायौ गन्धः इत्यत्र एतद् लक्षणं समन्वितं भवति इति किञ्चित् परिष्कृतमस्ति. ओके, तर्हि वेदान्तिनः किं वदन्ति? सशशृङ्गस्य अभावः स्वीकुर्वन्ति वा इति चेत् सशशृङ्गम् इति पदार्थमेव नास्ति इति कृत्वा सशशृङ्गस्य अभावः वेदान्तिनं पृच्छामश्चेत् सशशृङ्गः सशशृङ्ग अभावः रागभावः इति चेत् न, प्रध्वंस अभावः इति चेत् न, अन्योन्याभावः इति चेत् न, सामयिक अभावः इति चेत् न, अत्यन्ताभावः इति चेदपि न. शशशृङ्गः शशशृङ्गाभावः इत्युक्ते शशौ शृङ्गस्य अभावः. तर्हि शशौ शृङ्गः शशशृङ्गः भूतले घटः भूतलघटः इति वक्तुं शक्यते खलु सप्तमी तत्पुरुषसमासः. तद्वत् अत्र शशौ शृङ्गः शशशृङ्गः इति वदामश्चेत् शशशृङ्गः शशशृङ्गस्य अभावः वक्तुं शक्यते अत्यन्त अभावः इति वेदान्तिभिः अङ्गीकृतमस्ति. किन्तु नैयायिकानां मतानुसारम् अतः शशशृङ्ग अभावः इत्यत्र लक्षणसमन्वयः एव न कर्तुं शक्यते. प्रागभावस्य प्रध्वंसाभावस्य अन्योन्यभावस्य अत्यन्ताभावस्य लक्षणसमन्वयः एव न कर्तुं शक्यते. पश्येम, शशशृङ्ग अभावः इति स्वीकुर्मः. शशशृङ्गाभावः नित्यः वा? आम्. तर्हि नित्यत्वम् इति आगतं तत्र. संसर्ग अवच्छिन्नप्रतियोगिताक अभावः अभावत्वं न प्रतियोगिताकत्वम्. संसर्ग अवच्छिन्नप्रतियोगिताकत्वम् अस्ति वा न वा इति निर्णेतुं किं प्रष्टव्यम्? शशशृङ्गस्य उत्पत्तेः पूर्वं शशशृङ्गस्य प्रतियोगी कः? शशशृङ्ग अभावस्य प्रतियोगी कः? शशशृङ्गः इति वक्तव्यं. शशशृङ्गे प्रतियोगिता वर्तते. सा प्रतियोगिता केन अवच्छिन्ना इति चेत् संसर्गेन अवच्छिन्ना इति वक्तव्यं. किन्तु शशशृङ्गे प्रतियोगिता वर्तते इति नैयायिकैः न वक्तुं शक्यते. अस्माभिः तादृशं न उच्यते. किमर्थमिति चेत् प्रतियोगित्वं स्वीकृत्य अत्र न उच्यते. अतः शशशृङ्गस्य अभावः वेदान्तिभिः अङ्गीकर्तुं शक्यते, किन्तु नैयायिकैः न अङ्गीकर्तुं शक्यते. किं समीचीनं किं रमेश महोदय? आं महोदय. हा, किमर्थमिति चेत् प्रतियोगी इति पदं वेदान्तिभिः न प्रयुज्यते इति कृत्वा. दिस् प्रतियोगी इस् अ टोटलि नैयायिकास् कान्सेप्ट्, वेरि इम्पार्टेण्ट् कान्सेप्ट्. न, अत्र न प्रयुज्यते इति नास्ति. प्रागभावः, प्रध्वंसाभावः, सामयिकाभावः, अन्योन्यभावः इति स्थलेषु ते प्रयुज्यन्ते बिकास् वि अग्री वित् नैयायिकास्, बट् अत्यन्त अभावः स्थले न प्रयुज्यन्ते. अस्तु, उत्तमम्. तर्हि तादृश अधिव्याप्तिवारणे त्रैकालिक पद उपादानं तयोः प्रतियोगितान् संसर्गेण अवच्छिद्यते इति तु मते इति मते तु न देयमेव. अस्तु अस्तु रमेश महोदय अग्रे पठति वा. निरूपितं दलसार्थक्यं. निरूपितं दलसार्थक्यम् अस्य एव अत्यन्त अभावस्य उद्देशग्रन्थे अस्माभिः विशेषाः निरूपिताः. मत्स्येन दृश्यमानं सामान्य अभावः चातकेन अनुभूयमानः विशेष अभावः इति च तत्र निरूपितम्. तत्र एव प्रतियोगितानां भेदज्ञापनाय अवच्छेदकत्वपदार्थः अपि वर्णितः. जलत्वं वृष्टिजलत्वं स्वातिनक्षत्रीयवृष्टिजलत्वं च तत्र तत्र अवच्छेदकम् इति च चिन्तितम्. कति तत्र दलसार्थक्यं कृतम् इति वक्तमस्ति. अत्यन्तभावस्य उद्देशग्रन्थे अस्माभिः विशेषाः निरूपिताः. तर्हि अत्यन्तभावस्य विशेषाः निरूपिताः. मत्स्य यद् सामान्य अभावः, मत्स्य जलं जलस्य अभावः अनुभूयते तद् सामान्य अभावः अस्ति. किमपि जलम् आनेतुं शक्यते तस्य निवारणाय. परन्तु चातकपक्षीयत् अभावः अनुभूयते तस्य केवलं वृष्टिजलम् एव तस्य निवारणं कर्तुं शक्यते. अस्तु तर्हि अत्र मत्स्येन अनुभूय अभावस्य वर्णनं करोतु. जलं नास्ति इति एव तस्य अनुभवः अस्ति खलु. किन्तु कीदृश अभावः? अत्यन्त अभावः अस्ति. सरि तर्हि तर्हि प्रथमम् अभावः कीदृश अभावः इति चेत् रागभावः नास्ति, प्रध्वंसभावः नास्ति, अन्योन्यभावः नास्ति, किन्तु अत्यन्त अभावः. अस्तु कस्य अत्यन्त अभावः? जलस्य अत्यन्त अभावः. जल अत्यन्त अभावः. जल अत्यन्त अभावः. मत्स्येन जल अत्यन्त अभावः अनुभूयते. समीचीनं. तदनन्तरं चाटकेन कः अनुभवः, कः अभावः अनुभूयते? वृष्टिजल अत्यन्त अभावः. वृष्टिजल अत्यन्त अभावः अनुभूयते. समीचीनं. पुनः अत्र स्वातिनक्षत्रीय विशेषभावः तत्र प्रतियोगितज्ञानभे जलत्वं विषयं स्वातिनक्षत्रीय अत्र स्वातिनक्षत्रीयवृष्टिजल अभावः केन अत्यन्त अभावः केन अनुभूयते? तत्र आयिस्टर् शेल् तेन अनुभूयमान अभावः कः, तस्य वर्णनं करोतु. तत्र स्वातिनक्षत्रीयवृष्टिजलत्व अभावः तदनुभूयते. स्वातिनक्षत्रीयवृष्टिजल अत्यन्त अभावः. स्वातिजल अत्यन्त अभावः अनुभूयते. तेन अनुभूयते. अपि च स्वातिनक्षत्रीयवृष्टिजल अत्यन्त अभावः नित्यत्वेन वर्तते इति अपि अस्ति इति कृत्वा तत् केवलम् अनुभूयते. अस्तु अग्रे सरेम. अग्रे तर्हि अत्र अभावस्य चातुर्विध्यमस्ति. अत्यन्त अभावः, प्रागभावः, प्रध्वंसभावः, अन्योन्यभावः इति. पुनः अत्यन्त अभावस्य एव प्रभेदाः सन्ति. सामान्य अभावः, सामान्य अत्यन्त अभावः, जलसामान्य अभावः, जलविशेष अभावः, पुनः तत्रापि विशेषं. तर्हि यावन्ति विशेषणानि जलस्य भवति तावन्तः अभावाः अपि जलाभावाः अपि भवन्ति इति बोद्धुम् एतत् परिच्छेदम्. अस्तु अग्रे पठतु महोदय. विशेष अभावस्य सम्प्रदाय सिद्धम् उदाहरणम्। तत्र एव विशिष्ट अभावस्य सम्प्रदायसिद्धम् उदाहरणं ग्रन्थसमाप्त्यवसरे भगवतीं भागीरथीम् अस्माकं गुरुपरम्परां च स्मर्तुं निरूपयामि। अनेकविधपापक्षालनार्थं भागीरथीम् अवगाहन्ते आस्तिकाः सभक्तिश्रद्धम्। तेन पापक्षालनेन तस्याः गुणवैषम्यात् पित्तप्रकोपः अभूत्। मूर्छिता च भगवती गङ्गातीरे एव पतिता। उषःकाले नगरस्थाः अनेके शिष्टाः स्नानार्थं प्रायः भवेत् तद् उषःकाले नगरस्थाः अनेके शिष्टाः स्नानार्थं सत्यं स्नानार्थं तत्र तत्र घट्टे अवतीर्णाः। तेषु च बिषग्वर्याः श्रीत्रयम्बकशास्त्रिणः अपि आसन्। आह्निकं सर्वं समाप्य अन्धकारे एव ते स्वगृहं प्रति निर्गताः। अग्रेपि पठतु महोदय, केवलं कथामेव अत्र उच्यते खलु। मार्गे च कश्चित् लग्नं पादयोः इति अवधानेन दर्शनेन तत्र अवधानेन दर्शने तत्र भगवतीं गङ्गाम् एव मूर्छिताम् अपश्यन्। सपदि नदीजलेन प्रोक्ष्णं कृत्वा वस्त्रम् एव व्यजनं कृत्वा तद् वातेन शुश्रूषिता सती श्रमेण उपविष्टा। त्रयम्बकशास्त्रिभिः तस्याः नाडीं दृष्ट्वा दोषं बुद्ध्वा च उक्तं गुडुच्चवल्लयाः कषायः पातव्यः। कीदृशी गुडुच्चवल्ली? ब्राह्मणानां ग्रामे यत् शिवमन्दिरं तत् समीपे विद्यमानः यः निम्बवृक्षः तस्मिन् विद्यमाना या गुडुच्चवल्ली तस्याः कषायः पातव्यः। अग्रे इदं च उपदेश्य अन्येषां ऋग्णानां परिचयार्यै विषग्वार्यः निष्क्रान्ताः। परन्तु तत्र पतितां मातरं दृष्ट्वा अन्ये अपि तत् परिचर्यायै प्रवृत्ताः। अप्राक्षुः किम् औषधं सम्पादनीयम् इति गुडि च वल्ली कषायः। पुनश्च मूर्छिता माता श्रुत्वा च शब्दं भक्तः कश्चित् नगरं प्रविश्य गुडुचवल्लीं सम्पाद्य कषायम् अधात् तस्यै। मात्रा सः पृष्टः कीदृशी गुडुचवल्ली त्वया गृहीता? स उक्तवान् प्रसिद्धा आपणात् आनीता। तदा मात्रा अभिहितं न निम्बवृक्षे विद्यमाना गुडुचवल्ली। पुनः सा मूर्छिता। अत्र चिन्तयतां कीदृशम् अभावम् अनुभूय पुनः पुनः मूर्छिता माता गुडुचवल्याः अभावम्। तर्हि प्रतियोगिता गुडचवल्यां गुडचवल्यां प्रतियोगिता गुडचवल्यां तस्यैव अभावः अनुभूयते खलु किम् अस्याः अवच्छेदकं प्रतियोगिनि यत् विशेषणं तत् प्रतियोगिता अवच्छेदकं तच्च गुडचत्वं न तावत् मात्रं किन्तु सा गुडची निम्बूवृक्षनिष्ठा इत्युक्तम् अतः गुडचत्वम् इव निम्बूवृक्षः अपि प्रतियोगिविशेषणं तत्रापि तर्हि प्रतियोगिता अवच्छेदकता अग्रे निम्बूवृक्षे या अवच्छेदकता तद् आश्रये निम्बूवृक्षे अपि द्वे विशेषणे एकं निम्बूवृक्षत्वम् अपरं शिवमन्दिरं तयोः सम्प्रति अवच्छेदकतायाः अवच्छेदकता भवति तत्रापि शिवमन्दिरे ग्रामः विशेषणम् अतः शिवमन्दिरनिष्ठ अवच्छेदकतायाः द्वे अवच्छेदके शिवमन्दिरत्वं ग्रामश्च ग्रामे विद्यमानाः अवच्छेदकतायाः द्वे अवच्छेदके ग्रामत्वं ब्राह्मणश्च ब्राह्मणे तु ब्राह्मणत्वम् एव विशेषणम् अतः तन्निष्ठ अवच्छेदकता ब्राह्मणत्व अवच्छिन्ना तथा च ब्राह्मणत्वनिष्ठ अवच्छेदकतानिरूपिका या ब्राह्मणनिष्ठ अवच्छेदकता तन्निरूपिका अथ च ग्रामनिष्ठ अवच्छेदकतानिरूपिका ग्रामत्वनिष्ठ अवच्छेदकतानिरूपिका या ग्रामनिष्ठ अवच्छेदकता तत् निरूपिका अथ च शिवमन्दिरत्वनिष्ठ अवच्छेदकतानिरूपिका या शिवमन्दरनिष्ठ अवच्छेदकता तत् निरूपिका अथ च निम्बुवृक्षत्वनिष्ठ अवच्छेदकतानिरूपिका या निम्बुवृक्षनिष्ठ अवच्छेदकता तत् निरूपिका अथ च गुडुच्छत्वनिष्ठ अवच्छेदकतानिरूपिका या गुडुच्छनिष्ठ प्रतियोगिता तादृश प्रतियोगितानिरूपकः अभावः भागीरथ्या दृष्टः अस्तु अत्र चिन्तनार्थं किमपि नास्ति ब्राह्मणानां ग्रामे यत् शिवमन्दिरं तत्समीपे विद्यमानः यः निम्बवृक्षः तस्मिन् विद्यमाना या गुडुचवल्ली तस्याः कषायः पातव्यः इति तर्हि तस्याः वृक्षायाः अभावः गुडुचवल्याः अभावः भागीरथ्या अवभूयमाना अस्ति इति उक्तं तर्हि विशिष्ट अस्तु अग्रे महोदय ततश्च केनचित् श्रमेण एवंविधां गुडुचीं सम्पाद्य दत्तः कषायः निवारितं च वैषम्यं प्रसन्ना च सा भागवती अस्मान् पुनाति इति लक्षितं सामान्य अभावम् उदाहरति भूतले इति अयम् अन्योन्य अभावः उद्देशग्रन्थे विस्तरेण निरूपितः इति तत्र एव द्रष्टव्यः अस्तु अत्र किं कुर्मः इतः आरभ्य अग्रिमे वर्गे पठेम लक्षितं सामान्य अभावम् उदाहरति भूतले इति पुनः तत्र गतः अस्ति अस्तु तर्हि अभावनिरूपणमपि अपदस्माभिः समाप्तं तत्र अभावः चतुर्विधः सादि अनादिः सान्तः प्रागभावः सादिः अनन्तः प्रध्वंसभावः नित्यत्वे सति संसर्गावच्छिन्नप्रतियोगिताकत्वे सति अभावत्वम् अत्यन्त अभावस्य लक्षणम् नित्यत्वे सति तादात्म्य अवच्छिन्नप्रतियोगिताकत्वे सति अभावत्वम् अन्योन्य अभावस्य लक्षणम् इति तयोः मध्ये भेदः निरूपितः पुनः तत्र अन्योन्य अत्यन्त अभावस्येव इतोपि विशिष्टभेदाः सन्ति, प्रभेदाः वसन्ति इति उक्तम्। तावत् पर्याप्तं, तावत् प्राप्तं, तर्हि इतोपि किञ्चिदेव अवशिष्टमस्ति। तदनन्तरं परिशिष्टम् इति एकः भागः अवशिष्टः अस्ति, तदपि कुर्मः। पूर्वमेव किञ्चित् अस्मिन् विषये चिन्तितमासीत्, किन्तु एकवारं पठित्वा समापयामः। अस्तु, अत्र सगेम। सर्वेभ्यो नमस्कारः, धन्यवादाश्च।